अस्तु, तर्हि वयम् इदानीं पृथक्त्वम् इति गुणनिरूपणे स्मः. अत्र अस्माकं करपत्रम् अस्ति संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षणम् इति. इत्युक्ते भेदः एव पृथक्त्वम् इति आक्षेपः अस्ति, तस्य निरासः करोति ग्रन्थकारः. तर्हि अत्र वयम् एतावत्पर्यन्तं भेदः इत्युक्ते किम् इति किञ्चित् दृष्टवन्तः, अपि च पृथक्त्वविषये अपि किञ्चित् परिशीलितवन्तः. अत्र इदानीं किञ्चित् संयोगः अपि दृष्ट्वा अत्र तदाधारेण कथं वैलक्षण्यं कर्तुं शक्नुमः पृथक्त्वभेदयोः इति इदानीम् अस्माकं विचारः अस्ति. अत्र करपत्रे संयोगः इति भागः अस्ति खलु, तस्मात् किञ्चित् पुनरावर्तनं कुर्मः. रामप्रिया भगिनी भवती पठति वा? आम् आं भगिनि. संयोगः, तर्हि यत्र केवलम् एकः घटः वर्तते स्वस्य कपालादिषु अवयवेषु, तत्र कपालः घटात् पृथक् इति प्रत्ययो न भवति इति उक्तम्. किन्तु भेदस्तु अस्ति, नाम घटः कपालो न, तौ द्वौ भिन्नौ. अत्र घटकपालयोः संयोगः सम्भवति किम्? अत्र संयोगः विषये दत्तमस्ति. एकः घटः वर्तते, यत्र एकः एव घटः वर्तते, तत्र स्वस्य कपालादिषु अवयवेषु, तत्र कपालः घटात् पृथक् इति वक्तुं न शक्नुमः. किमर्थम् इत्युक्ते कपाले एव घटः अस्ति इति कारणात्. किन्तु भेदः तु अस्ति. भेदः इत्युक्ते अत्र अन्योन्याभावः एव किल? सत्यं, तत्तु अस्ति एव. पृथक्त्वं नास्ति, परन्तु भेदः तु अस्ति. नाम घटः कपालो न, त्वौ तौ द्वौ भिन्नौ. तौ द्वौ भिन्नौ, घटः कपालौ भिन्नौ अस्ति, अतः भेदः तु अस्ति, परन्तु पृथक्त्वं नास्ति. इदानीं प्रश्नः उदेति घटकपालयोः संयोगः सम्भवति वा न वा इति. भेदः अस्ति इति कारणात् वा? न, पृथक् अत्र किञ्चित् सोपानेन गच्छामः. तर्हि प्रथमतया घटः कपाले अस्ति इति भवती उक्तवती खलु, तर्हि तदर्थं तत्र पृथक्त्वं नास्ति इति अपि उक्तम्. किमर्थं तथा इत्युक्ते, किमर्थम् अत्र घटकपालयोः मध्ये पृथक्त्वं नास्ति परन्तु भेदः अस्ति? अपि च प्रथमम् एतत् वदतु, किमर्थम् अत्र पृथक्त्वं नास्ति? पृथक्त्वं किमर्थं नास्ति इत्युक्ते, तत्र पृथक् आश्रय आश्रितौ नास्ति. कपालः, कपाले घटः अस्ति, अतः तस्य स्थानम् एकमेव अस्ति, भिन्नदेशे न अस्ति, अतः पृथक् पृथक्त्वम् इति न वक्तुं शक्नुमः. इदानीं किञ्चित् पृथक् आश्रय आश्रितत्वम् इति किञ्चित् तत्र पृथक् स्थापयामः. तत्र इदानीं भवती उक्तवती इत्युक्ते भिन्नदेशे न स्तः कपालः घटः, भिन्नदेशे नास्तः एकस्मिन्नेव देशे स्तः इति कृत्वा तयोः नास्ति इति वार्ता खलु. तर्हि इदानीम् अत्र संयोगः सम्भवति वा? इत्युक्ते घटः अस्ति, कपालः अस्ति इति कृत्वा तत्र घटकपालयोः संयोगः भवति वा? संयोगः तु न भवति किल, अवयव अवयविनोः मध्ये समवायसम्बन्धः एव. तदपि सत्यं, परन्तु समवायः अपि भवेत् संयोगः अपि भवेत् इति नास्ति वा? संयोगः न भवितुम् अर्हति, समवायः एव भवति किल. सत्यम्, अनुभवविरुद्धः अस्ति इति. हा सत्यम्, आनुभविक यत्र भेदः अस्ति पृथक्त्वं नास्ति, अत्र वयम् अस्माकम् अनुभवम् अस्ति अत्र संयोगः न भवति इति. इत्युक्ते यथा वयं पूर्वं दृष्टो संयोगः इति कदापि न वदामः खलु. अत्र अथवा हस्तपादयोग इति न, क्षम्यतायोः संयोगः इति कदापि न वदामः खलु. अवयव अवयविनोः मध्ये संयोगः इति कदापि न अस्माकम् अनुभवं आनुभविकविरोधः अस्ति, तत्र संयोगः न भवति इति. परन्तु भेदः तु अत्र अस्ति एव. शृणोति शृण्वन्ति महोदय, सम्यक् स्वयं स्वयं सम्यक् न शृणोति. हा, मम ध्वनिः सम्यक् नास्ति वा? अन्ये श्रोतुं शक्नोति वा? किञ्चित् मध्ये मध्ये गत्वा आगच्छति. ओ एवं वा, इदानीं सम्यक् अस्ति वा? इदानीं सम्यक् एव. अस्तु, सम्यक्. तर्हि अहं किञ्चित् उच्चैः वदामि, प्रायः तत् सम्यक् भवेत्. तर्हि इदानीं तत्र भेदः, यत्र भेदः वर्तते परन्तु पृथक्त्वं नास्ति, अत्र संयोगः नास्ति इति अस्माकम् अनुभवः. इत्युक्ते घटः इति भिन्नद्रव्यं, कपालः इति भिन्नद्रव्यं, परन्तु यत्र घटः कपाले अस्ति, इत्युक्ते कपालः घटावयवः इति अस्ति, तस्मिन् स्थितौ अत्र संयोगः न भवति. अस्तु, अग्रे पठतु भगिनि. अधुना वामहस्ते एकः कपालः स्थाप्यते, तत्र कपालस्य आश्रयः कपालिका, यस्मात् तस्मिन् हस्ते कपालिका अपि अस्ति. दक्षिणहस्ते घटः स्थाप्यते, अन्यः घटः, तेन वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्ते विद्यमानः घटः. दक्षिणहस्ते कपालः अस्ति किल? अयं घटः समवायसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम्? अत्र एकम् उदाहरणमस्ति. वामहस्ते एकः कपालः अस्ति, तत्र कपालस्य आश्रयः तु कपालिका, अतः कपाल वामहस्ते कपालः अस्ति, तस्य आश्रय कपालिका अपि अस्ति. दक्षिणहस्ते अन्यघटः अस्ति, तेन वामहस्तेन तेन इत्युक्ते घटेन वामहस्ते स्थितेन कपालेन न जातः अयं दक्षिणहस्त विद्यमानघटः. इत्युक्ते यद् घटः दक्षिणहस्ते अस्ति, तद् वामहस्ते स्थिते कपालेन तस्य जन्यं न भवति इति. तद् भिन्नम्, एतद् भिन्नम्. भिन्नम् इति मास्तु, तत्र सर्वदा तु घटः भिन्नः कपालः भिन्नः एव खलु, पृथक् इति पर इत्युक्ते तत्र घटस्य अवयवः इति यः कपालः अस्ति, तस्मात् तत्र वामहस्ते स्थितः कपालः भिन्न भिन्नः खलु घटेन घटस् वदामः चेत् तत्र तावत् सम्यक् नास्ति, यतोहि घटस्य अवयवः यः कपालः अस्ति तदपि घटात् भिन्नः एव. परन्तु अवयवरूपी घटः यः अस्ति, क्षम्यताम्, अवयवरूपी कपालः यः अस्ति तत् दक्षिणहस्ते अस्ति, वामहस्ते भिन्नकपालः. वामहस्ते यः कपालः अस्ति तद् अवयवरूपी कपालः नास्ति. एतद् कपालः कपालेन किमपि अन्यघटः जातः, एतद् दक्षिणहस्ते अन्यघटः अस्ति इति वक्तुं सत्यम्. इत्युक्ते दक्षिणहस्ते यः घटः अस्ति तस्य अवयवरूपी कपालः नास्ति, वामहस्ते स्थितः कपालः. कपालः दक्षिणहस्ते कपालः अस्ति वा? दक्षिणहस्ते कपालः अस्ति परन्तु तत्तु वामहस्तकपालस्य अन्यकपालः अस्ति किल. अयं घटः समवायसम्बन्धेन कपाले भवति एव. आम्, यद् घटः अस्ति तत् समवायसम्बन्धेन कपाले भवति एव. वामहस्ते यः कपालः वर्तते, दक्षिणहस्ते यः घटः वर्तते, द्वयोः संयोगः सम्भवति किम् इति प्रश्नः. इदानीं यः कपालः वामहस्ते अस्ति तस्य संयोगः दक्षिणहस्ते स्थितघटेन सह वर्तते वा न वा इति. भवत्याः चिन्तनं किम्? संयोगः तु भवति यदा किमपि कर्षणं वा क्रिया किमपि भवति चेत्. आम्, भिन्नपदार्थौ स्तः अतः भिन्नपदार्थौ इति पुनः मास्तु, यतोहि तत्र अवयवरूपी कपालः अपि भिन्नपदार्थः एव घटस्य अपेक्षया. परन्तु भिन्नदेशे स्तः इति अस्माकं प्रमुखवार्ता खलु, तदेव एतावत्पर्यन्तं वयं वारं पठितवन्तः. इत्युक्ते यत्र भिन्नदेशे स्तः तत्र द्वौ पदार्थौ तत्र एव संयोगः सम्भवति इति. तर्हि इदानीम् अस्माकं दृष्टान्ते वामहस्ते अस्ति एकः कपालः, दक्षिणहस्ते अस्ति एकः घटः. तर्हि कपालः घटः तयोः समानदेशः वा अथवा भिन्नदेशः वा? भिन्नदेशः. तर्हि भिन्नदेशव्याप्तित्वम् अस्ति इति संयोगः सम्भवति. भिन्नपदार्थौ इति न, तत्र घटे विद्यमानः कपालः अपि भिन्नपदार्थः एव, परन्तु भिन्नदेशे अस्ति इति कृत्वा वामहस्तकपालः अपि च दक्षिणहस्त घटः द्वयोः संयोगः सम्भवति. अग्रे पठतु भगिनि. वामहस्ते यः कपालः अस्ति तस्मिन् अनुकूलक्रिया भवति चेत् तया क्रियया दक्षिणहस्ते विद्यमानेन घटेन सह संयोगः अवश्यं भवति. यदा वामहस्ते यः कपालः तस्य अनुकूलक्रिया इत्युक्ते किमपि क्रिया भवति चेत् दक्षिणहस्ते विद्यमानघटेन सह तस्य संयोगः भवति. अग्रे पूर्वतने उदाहरणे घटकपालयोः संयोगः न सम्भवति स्म. इदानीन्तन उदाहरणे घटकपालयोः संयोगः सम्भवति. पूर्वतने उदाहरणे केवलं घटः अस्ति, स्वस्य अवयवे कपाले न आश्रितः. तस्मिन् घटे यदा क्रिया जायते तदा अनया क्रियया तत्र वर्तमानेन कपालेन सह संयोगः न भवति. पृथक्त्वरूपगुणः नास्ति, भेदः तु अस्ति, संयोगो नास्ति. द्वितीय उदाहरणे एकस्मिन् हस्ते कपालः अपरस्मिन् हस्ते च घटः, अत्र भिन्नदेशे स्तः, तस्मात् पृथक्त्वरूपगुणः उत्पद्यते, अनेन संयोगो भवति. प्रथम उदाहरणे घटकपालयोः संयोगः न सम्भवति. किमर्थम् इत्युक्ते भिन्नदेशे न स्तः इति. इदानीन्तन उदाहरणे इत्युक्ते यदा एकः हस्ते कपालः अन्यहस्ते घटः अस्ति चेत् तत्र संयोगः सम्भवति. प्रथम उदाहरणे केवलं घटः अस्ति, स्वस्य अवयवे कपाले आश्रितः अस्ति घटः. तस्य नाम आश्रितः आधारः, आधारः अपि च तत्र अवयवः खलु, इत्युक्ते घटः अवयवः, कपालः इति अवयवः, अवयवः कपालस्य. तस्मिन् घटे यदा क्रिया जायते तदा अनया क्रियया तत्र वर्तमानेन कपालेन सह संयोगः न भवति. यत्किमपि तत् क्रिया भवति चेत् घटे, तत् क्रियया तया क्रियया कपालेन सह संयोगः तु न भवति, अन्यपदार्थेन सह भवितुम् अर्हति. परन्तु स्वस्य आश्रित कपालेन सह तद् न भवितुम् अर्हति. स्वस्य अवयवकपालः खलु, आश्रितः अस्ति घटः, अवयवः अस्ति कपालः, अवयवकपालेन सह संयोगः कदापि न भवति. पृथक्त्वरूपगुणः नास्ति, भेदः तु अस्ति, संयोगः नास्ति. अत्र तु पृथक्त्वम् इति गुणः तु अस्ति घटकपालयोः मध्ये, नास्ति पृथक्त्वं नास्ति, भेदः पृथक्त्वरूपगुणः किमर्थं नास्ति, किमर्थं नास्ति इत्युक्ते भिन्नदेशे न स्तः, एकस्मिन् एव देशे अस्ति, अतः पृथक्त्वरूपगुणः नास्ति. भेदः तु अस्ति, यदा अन्योन्यभावः इति तत्तु अस्ति, संयोगः नास्ति. द्वितीय उदाहरणे एकस्मिन् हस्ते कपालः अन्यहस्ते तु घटः अस्ति, अत्र भिन्नदेशः भिन्नदेशे स्तः, अत्र पृथक्त्वरूपगुणः अस्ति, संयोगः भवति. अत्र भेदः अस्ति वा? भेदः अपि अस्ति, अन्योन्यभावः अस्ति, भेदः अपि अस्ति, पृथक्त्वम् अपि अस्ति. उत्तमम्. तर्हि अग्रे अपि पठतु भगिनि. इदानीं वामहस्ते यः कपालः अस्ति तम् अपसारयतु, दक्षिणहस्ते यः कपालः अस्ति तस्मिन् क्रिया जायताम्, अवयविना घटेन संयोगः जायताम्, किन्तु तत्र संयोगः न भवति, कुतः? तयोः पृथक्त्वं नास्ति, पृथक्त्वरूपगुणः नास्ति, तस्मात् पृथक् आश्रय आश्रितौ न स्तः. इदानीं वयं यद् कपालः वामहस्ते अस्ति तद् वयं अपसारयतु इत्युक्ते त्यजतु इति किल, सत्यं तत् निष्कासयतु इति, निष्कासयतु, तद् वयं निष्कासयामः चेत् किं भवति इत्युक्ते कपालः दक्षिणहस्ते अस्ति, यदा तस्मिन् क्रिया जायताम् जायेत अवयविना घटेन संयोगः जायताम्. कपाले किमपि क्रिया भवति चेत् घटेन सह संयोगः भवति वा इति प्रश्नः, परन्तु संयोगः तु न भवति. किमर्थम् इत्युक्ते तत्र पृथक्त्वं नास्ति, भिन्न भिन्नदेशे न स्तः, पृथक्त्वरूपगुणः नास्ति, अतः पृथक् आश्रय आश्रितौ अपि न स्तः. किं भगिनि पुनः मध्ये मध्ये ध्वनिः गच्छति? न श्रूयते भगिनि. श्रुतौ पृथक् आश्रय आश्रितौ ध्वनिः सम्यक्तया न श्रूयते. किं जातमिति न जाने. पृथक् आश्रय हा अस्तु. दिनद्वयात् एतत् किमर्थमिति न जाने. मम किमपि परिवर्तनं न जातं मम दूरवाण्याः, परन्तु तथा भवति. अस्तु, न पृथक् आश्रय आश्रितौ इति अस्ति खलु, इत्युक्ते किम् इति मम प्रश्नः आसीत्. ओ, इदानीं श्रुते. पृथक् आश्रय आश्रितौ इत्युक्ते यदा द्वौ पदार्थौ स्तः तस्य आश्रयः भिन्नः भिन्नः इत्युक्ते वृक्षस्य आश्रयः स्व अवयवः, पक्षिणः वयम् अवय तस्य स्व आश्रयः भवति इति वयं दृष्टवन्तः. तद् पृथक् आश्रय आश्रितौ इत्युक्ते अत्र पृथक् इति पदं केन सङ्गच्छति इत्युक्ते आश्रयस्य वा आश्रितस्य वा? पृथक् आश्रय पृथक् आश्रय आश्रयपदस्य एव सङ्गच्छति. हा, उत्तमम्. आश्रयः इत्युक्ते अवयवः. तर्हि पृथक् आश्रयः तस्मिन् आश्रितः खलु. आश्रितः नाम पदार्थः इदानीम् अस्ति इत्युक्ते घटः इति स्वीकुर्मः चेत् घटः स्वस्य अवयवे आश्रितः अस्ति. स्वस्य अवयवः इति आश्रयः. तर्हि स्वस्य अवयवे आश्रितः इति घटः. तर्हि आश्रयः अस्ति अवयवः इत्युक्ते कपालः. तर्हि कपालः इति तस्य आश्रयः यः अस्ति तत् पृथक् भवतु इति. इत्युक्ते यथा भवती उक्तवती वृक्षपक्षिणोः मध्ये वृक्षः अपि पक्षी द्वयोः अपि आश्रयः पृथक् अस्ति. इत्युक्ते वृक्षस्य अवयवः पृथक्, पक्षिणोः पक्षिणः अवयवः पृथक् इति. अग्रे पठित्वा समापयतु भगिनि. यथा स्वातन्त्र्येण सह कपालः वामहस्ते वामहस्ते घटः दक्षिणहस्ते द्वयोः परस्परपृथक्त्वं वर्तते. भिन्न भिन्नाकाशदेशे तयोः व्यापारः अस्ति, स्थिति वर्तते, तस्मात् पृथक्त्वरूपगुणः उत्पद्यते, येन द्वयोः अपि संयोगः भवति. यदा वयं कपालः वामहस्ते घटः दक्षिणहस्ते इति स्वीकुर्मः चेत् तत्र द्वयोः परस्परपृथक्त्वं वर्तते. किमर्थम् इत्युक्ते भिन्नदेशे भिन्न आकाशदेशे द्वौ अपि स्तः इति. तयोः व्यापारः अस्ति इत्युक्ते कपालघटयोः मध्ये व्यापारः इत्युक्ते कार्यकारणयोः मध्ये माध्यमः अस्ति इति किल. आम्, तत्र व्यापारः इत्युक्ते तत्र भिन्न आकाशः इति स्थितिः वर्तते. तस्मात् पृथक्त्वरूपगुणः घट कपालघटयोः मध्ये उत्पद्यते, अतः द्वयोः मध्ये संयोगः सम्भवति. यदा भिन्न आकाशदेशे स्तः तदा संयोगः उत्पद्यते. भवति. कर्षः कः? न शृणुमः. मध्ये अस्तु न अस्मिन् भाग अस्य भागस्य निष्कर्षः कः? एषः भागः पठित्वा किम् अवगम्यते? भिन्न आकाशे स्तः इत्युक्ते पृथक्त्वरूपगुणः भवति. यदा समान देशे स्तः इत्युक्ते पृथक्त्वरूपगुणः न उत्पद्यते, अतः संयोगः अपि न भवति. भिन्न आकाशे स्तः इत्युक्ते पृथक्त्वरूपगुणः उत्पद्यते, संयोगः अपि भवति. उत्तमम् उत्तमं तावदेव. तर्हि पुष्पा भगिनी अस्मि अस्मि भगिनि. कृतज्ञ इति जानामि. अन्य कोऽपि अस्ति वा तत्र ध्वनि? न तदनन्तरं तत्र ध्वनि श्रुतं मया. अस्तु, चिन्ता नास्ति. तर्हि सुनील् महोदय, भवानेव अग्रे पठतु. पृथगाश्रयाश्रितौ भिन्नाश्रय आश्रितौ च द्वयोः पृथगाश्रयाश्रितत्वं यत्र वर्तते तत्र संयोगो जायते. अत्र पृथगाश्रयाश्रितौ इति पदे पृथक् पदस्य स्थाने भिन्नाश्रयाश्रितौ इति कर्तुं न शक्यते. अवयविनौ घटकपालौ भिन्नाश्रयाश्रितौ स्तः. एकस्मिन् एव हस्ते एकः घटः, तस्मिन् कपालः अपि अस्ति, कपालिका अपि अस्ति. तत्र भिन्नौ यौ आश्रयौ तदाश्रितौ द्वौ स्तः, परन्तु संयोगः न जायते. घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका. आश्रयभूतयोः कपालकपालिकयोः भेदः तु अस्त्येव. द्वयोः परस्परः अन्योन्याभावः अस्त्येव. द्वावपि सर्वथा भिन्नौ इदानीम् अत्र पृथक् आश्रय आश्रितत्वं यत्र वर्तते तत्र संयोगः अपि जायते इति अस्ति. परन्तु अत्र पृथक् आश्रयाश्रितौ इति पदस्य स्थाने भिन्न आश्रयाश्रितौ इति वक्तुं न शक्नुमः. इति इत्युक्ते अत्र यत्र अवयविनौ भवति अत्र घटकपालयोः मध्ये, अत्र भिन्न आश्रय आश्रितौ आश्रितत्वम् अस्ति इति. अतः यत्र भिन्न आश्रय आश्रितत्वम् अस्ति चेदेव संयोगः भवति, नो चेत् संयोगः न भवति. अत्र एकस्मिन् एव हस्ते एकक्षणं महोदय. भिन्न आश्रय आश्रितौ अस्ति चेत् संयोगः भवति वा? अत्र पश्यतु, हरि ओम्. हरि ओम्. आम्, हा, अत्र पश्यतु, इदानीं यत् रामप्रियभगिनी उक्तवती, एकः घटः अस्ति, घटस्य अवयवः कपालः अस्ति, सत्यम्? इदानीं भिन्नाश्रय आश्रितत्वम् अस्ति वा? अत्र भिन्नदेशे भिन्नदेशे इति न भिन्न तत्तु भिन्नवार्ता. मम प्रश्नः अस्ति, घटकपालयोः मध्ये आश्रय आश्रितत्वं भिन्नाश्रय आश्रितौ आश्रितत्वं नाम किं? भिन्नाश्रयः इत्युक्ते किम्? अत्र पक्षिः वृक्षे उपविशति इति उदाहरणे पक्षिणः आश्रयः स्वस्मिन् अवयवः वृक्षस्य स्वस्मिन् अवयवः इति भिन्न न तत् सत्यं सोपाने तर्हि आश्रयः इत्युक्ते अवयवः आम् सत्यम् आम् तर्हि नोः इति मास्तु घटकपालः इति कुर्मः तर्हि घटकपालौ इति अस्ति इति सः चेत् आश्रयः फलस्य आश्रयः द्वौ अपि भिन्नौ वा? घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालः एव कपालस्य आश्रयः कः इदानीम् आश्रयः इत्युक्ते भवान् किम् उक्तवान्? घटः कपाले अस्ति इति कारणेन घटस्य आश्रयः न एकक्षणम् आश्रयः इत्युक्ते अवयवः इति उक्तवन्तः खलु? आमाम् आम् पक्षि उदाहरणं यदा भवान् उक्तवान् तदा तत्र स्व अवयवे इत्युक्तवान् तर्हि आश्रयः नाम अवयव कपालः कपालस्य आश्रयः कपालिका तर्हि इदा कपालयोः मध्ये भिन्नाश्रय आश्रितम् अस्ति वा? प्रत्यक्षे अस्ति एव परन्तु परम्परया नास्ति इति न परम्परया इति भिन्नवार्ता खलु तत्र भिन्नाश्रयम् किम् या भगिनि किञ्चित् सहायं करोति वा अत्र? भिन्न आश्रयः एव अस्ति किमर्थम् इत्युक्ते घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका भिन्न आश्रयः तर्हि घटः कपालः द्वौ अपि भिन्न आश्रये आश्रितौ भिन्न तर्हि घटकपालः घटकपालौ द्वौ भिन्नाश्रये आश्रितौ खलु? तर्हि तयोः मध्ये संयोगः सम्भवति वा महोदय? तयोः मध्ये संयोगः न सम्भवति इति वयं पृष्टवन्तः. किमर्थम् इत्युक्ते अत्र एकस्मिन् देशे एव अस्ति इति कारणेन इत्युक्ते अवयव अवयोः मध्ये संयोगः अपि न भवति इति अपि अस्ति इति एकस्मिन् स्थाने अस्ति इति कारणेन इत्युक्ते तत्र भिन्न आकाशदेशे नास्तः इति कृत्वा तत्र तयोः मध्ये संयोगः न भवति इत्युक्ते तयोः मध्ये पृथक्त्वम् इति गुणः नास्ति पृथक्त्वरूपगुण इति कृत्वा संयोगः अपि न जायते. तर्हि इदानीं इदानीं पुनः पठतु तत् यद् भवान् उक्तवान् तत् इदानीं पठतु पुनः. अत्र पृथक् आश्रय आश्रितौ इति पदे पृथक् पदस्य स्थाने भिन्नाश्रय आश्रितौ इति कर्तुं न शक्यते. अत्र इदानीं अत्र पृथक् इति स्थाने भिन्न इति पदस्य उपयोगं कर्तुं न शक्यते. अवयव अवयविनौ घटकपालो भिन्न आश्रय आश्रितौ स्तः अत्र घटकपालयोः मध्ये अत्र भिन्न आश्रय आश्रितत्वम् अस्ति इति एकस्मिन् एव हस्ते एकः घटः, तस्मिन् कपालः अपि अस्ति, कपालिका अपि अस्ति, तत्र भिन्नौ यौ आश्रयौ तदाश्रितौ द्वौ स्तः, परन्तु संयोगः न जायते. अत्र एकस्मिन् स्थाने एकस्मिन् हस्ते अत्र घटः अस्ति, तत्र तस्मिन् कपालः अस्ति, कपाले कपालिका अपि अस्ति. तस्मिन् इति अत्र तत् वाक्ये एकस्मिन् एव हस्ते एकः घटः, तस्मिन् कपालः अस्ति इति इत्युक्ते तत्र तस्मिन् इति सूचयति घटे इति वा ते कपालः अस्ति वा? ओ एकस्मिन् एव हस्ते चिन्तयति. एकस्मिन् एव हस्ते घटः एकः घटः रामप्रिया भगिनी हा वदतु महोदय. हस्ते हस्ते इति वा हस्ते कपालः अपि अस्ति, हस्ते कपालिका अपि अस्ति. सत्यं. तर्हि इदानीं मम प्रश्नस्य उत्तरं भवान् न दत्तवान्. घटे कपालः अस्ति वा? घटे कपालः नास्ति, घटः कपाले अस्ति. उत्तमम्. परन्तु अत्र इदानीं हस्ते घटः अस्ति, कपालः अस्ति इति, कपालिका अस्ति इति अस्ति. अत्र भिन्न आश्रयत्वं भिन्नः अस्ति इति इत्युक्ते तदेव वयं उक्तवन्तः पूर्वं. घटः कपालस्य घटस्य आश्रयः कपालः, कपालस्य कपालिका इति अत्र तत्र भिन्नत्वमस्ति. परन्तु अत्र संयोगः न जायते इति. घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका. आश्रयभूतयोः कपालकपालिकयोः भेदः तु अस्ति एव. द्वयोः परस्परः अन्योन्यभावः अस्ति एव. द्वा अपि सर्वथा भिन्नौ. इदानीम् अत्र घटस्य अवयवः कपालः, कपालस्य अवयवः कपालिका इति. अत्र आश्रयत्वं भिन्नः इति. परन्तु अत्र संयोगः न भवति इति. इति तत्र प्रथमवाक्यम् अस्ति खलु, तत् पुनः एकवारं पठतु. तत् प्रथमवाक्यद्वयम् इति. द्वयोः पृथग् आश्रयाश्रितत्वं यत्र वर्तते तत्र संयोगो जायते. अत्र पृथग् आश्रयाश्रितौ इति पदे पृथक् पदस्य स्थाने भिन्न भिन्नाश्रयाश्रितौ इति कर्तुं न शक्यते. इदानीम् अवगच्छति वा भवान् तत्र किमर्थं तथा उक्तम् इति? अत्र यदा वयं पृथक् आश्रयाश्रितत्वं यत्र वर्तते तत्र संयोगः भवति इति वयं पूर्वम् उक्तवन्तः. परन्तु अत्र पृथक् इति स्थाने भिन्न इति शब्दस्य उपयोगं कर्तुं न शक्नुमः. इत्युक्ते अत्र यदा एकस्मिन् स्थाने स्थाने एव द्रव्यस्य अवयवयोः मध्ये भिन्न आश्रयत्वम् अस्ति चेदपि तत्र पृथक्त्वं न भवति, अतः संयोगः अपि न भवति. भिन्नाश्रय आश्रितत्वं भिन्नाश्रय आश्रितत्वम् अस्ति चेदपि एकस्मिन् स्थाने एव इति कारणेन अत्र भिन्नत्वमेव अस्ति, पृथक्त्वं नास्ति इति. अग्रे महोदय. यद्यपि घटकपालयोः भेदः अस्ति तथापि द्वयोः मध्ये पृथग् आश्रयाश्रितत्वं नास्ति. कुतः? कपालः स्वस्य समवायिकारणे आश्रितः, घटः कुत्र अस्ति? स्व स्वस्य समवायिकारणे कपाले, परन्तु घटस्य यत् समवायिकारणं कपालः एवं कपालस्य यत् समवायिकारणं कपालिका, अनयोर्मध्ये पृथक्त्वं नास्ति. अनेन द्वयोरपि समवायिकारणयोः भिन्नदेशे स्थितत्वं नास्ति. भिन्नदेशे यदा भवतः तदा एव पृथक्त्वम् इति गुणः उत्पद्यते. तस्मात् पृथक् आश्रयाश्रितत्वाभावात् द्वयोः मध्ये संयोगः न सम्भवति. पृथक् आश्रयोः आश्रितौ यौ तयोरेव संयोगः इति नियमः अङ्गीकृतः. अत्र इदानीं घटकपालयोः मध्ये भेदः अस्ति, परन्तु तत्र पृथक् आश्रय आश्रितत्वं नास्ति इति. इत्युक्ते तत्र कपालः घटः कपाले अस्ति, कपालः स्वस्य समवायिकारणे एव अस्ति इति कारणे अत्र स्वस्य समवायिकारणे आश्रितः इति. कपालस्य समवायिकारणं किं? कपालः एव. कपालस्य समवायिकारणं किम्? अन्य कोऽपि वक्तुं शक्नोति वा? पुष्पा भगिनी, कपालिका. उत्तमं, कपालिका. घटस्य समवायिकारणं किम्? कपालः. तर्हि कपालस्य कपालस्य कपालिका. घटः कुत्र अस्ति? अत्र स्वस्य समवायिकारणे कपाले अस्ति. अत्र इदानीं घटस्य समवायिकारणं कपालः, कपालस्य समवायिकारणं कपालिका. अत्र द्वयोः मध्ये पृथक्त्वं नास्ति इति. इत्युक्ते अत्र अत्र समवायिकारणयोः भिन्नदेशस्थितत्वं नास्ति इति कारणेन अत्र भिन्नदेशे यदा भवति तत्र एव पृथक्त्वम् इति गुणः उत्पद्यते इति. अतः तत्र संयोगः न सम्भवति इति नियमः अस्ति इति. अत्र समवायिकारणयोः इत्युक्ते तत्र समवायिकारण कारणे के? घटस्य समवायिकारणं च कपालस्य समवायिकारणम् इति द्वौ इति. उत्तमम्. इत्युक्ते कपालः अपि च कपालिका. अग्रे महोदय. एकस्मिन्नेव हस्ते यदा केवलं घटः, स्वाश्रये कपाले, स्वाश्रये कपालिकायां त्रीणि अपि द्रव्याणि सन्ति, तदा घटः भिन्ने आश्रये स्थितः, कपालः भिन्ने आश्रये स्थितः. अनेन भिन्नाश्रये आश्रितौ द्वापि, तर्हि क्रियया संयोगः कुतो न भवति इति प्रश्नः तदवस्थः. नवीनग्रन्थे तत्र पर्यन्तं न चिन्तितं. नव्यैः च उक्तं पृथक्त्वं नापेक्षते, भेदेन एव निर्वाहो भवति. परन्तु वस्तुतः प्राचीनानाम् आशयः सम्यक् अस्ति इति विद्याधर्याः ग्रन्थकारस्य अभिप्रायः. अत्र इदानीं पुनः घटस्य उदाहरणमेव. अत्र एकस्मिन् हस्ते घटः अस्ति चेत् तत्र घटः कपाले अस्ति, पुनः अत्र कपालः कपालिकायाम् इति. अत्र त्रीणि द्रव्याणि सन्ति चेदपि अत्र एकस्मिन् स्थाने एव, अत्र केवलं भिन्नत्वम् अस्ति इति. अतः अत्र नवीननैयायिकानां मतमस्ति अत्र पृथक्त्वं न आवश्यकं, केवलं भेदः एव आवश्यकम् इति. परन्तु प्राचीनानां मतम् इति पृथक्त्वं भेदः इति अत्र व्यत्यासम् अस्ति इति कारणेन अत्र विद्याधिर्याः ग्रन्थकारस्य अपि प्राचीनानां मतम् अङ्गीकरोति इति. उत्तमं. भगिनी भवती अग्रे पठति वा? अहं भगिनि सम्यक् न शृण्मः. आं भवती एव अग्रे पठतु. सारांशः, आहत्य भिन्नशब्दः इत्युक्ते समानं न, किन्तु पृथक् शब्दः इत्युक्ते भिन्नदेशे अस्ति इत्युक्ते पृथक्त्वं कदा उत्पद्यते? यदा भिन्ने देशे भवतः तदा एव. एकस्मिन् हस्ते यः घटः तस्मिन् च कपालः कपालिका च, तत्र पृथक्त्वं न एव उत्पद्यते. पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते. भेदस्य कृते सम्बन्धावच्छिन्नप्रतियोगिता अपेक्षते, अधिकरणम् अपेक्षते. यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते. अतः कदाचित् भवितुम् अर्हति, कदाचित् च न भवितुम् अर्हति देशम् अनुसृत्य. किन्तु भेदः तु नित्यः. कयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति. यथा पूर्वम् उक्तं, विद्याधर्यां सर्वोपि पदार्थः तादात्म्यसम्बन्धेन तस्मिन् भवति. तेन सम्बन्धेन घटः नास्ति इति अभावः. घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. अयं भेदः नित्यः. किञ्चन द्रव्यं विश्वे कुत्र कस्मिन् देशे अस्ति इति आधारेण निर्णयः इति किमपि नास्ति. वस्तु कुत्रापि भवतु नाम प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति. अत्र सारांशः भवति. आहत्य भिन्नशब्दः इत्युक्ते समानं न, किन्तु पृथक् शब्दः इत्युक्ते भिन्नदेशे अस्ति. अत्र भिन्नशब्दः आवाम् उक्तं चेत् सामानं नास्ति, किन्तु पृथक् शब्दः इति उक्तं भिन्नदेशे अस्ति इति वदति. पृथक्त्वं कदा उत्पद्यते इति प्रश्नः अस्ति. यदा भिन्नदेशे भवतः तत् समये एव पृथक्त्वम् उत्पद्यते. एकस्मिन् हस्ते भगिनी क्षम्यतां. हरि ओम् श्रूयते वा? भगिनी अत्र अहं पुनः पुनः उक्तवती तत्र स्वस्य शब्दैः वदतु, अत्र किम् अस्ति तदेव पुनः पठति चेत् न कोऽपि लाभः मुख्यतया भवत्याः कृते. तत्र भवत्याः अवगमनं भवति वा न वा इति तु अहमपि न ज्ञातुं शक्नोमि खलु. तर्हि तत्र पुनः तदेव पठनेन कोऽपि लाभः नास्ति. भिन्नदेशे भिन्नदेशे भिन्न अत्र प्रश्नः अस्ति न, पृथक्त्वं कदा उत्पद्यते यत् तं तस्य उत्तरं द्रव्यः भिन्नदेशे भवतः तत् तत्तु पृथक्त्वम् अस्ति. तत् तर्हि तत्र द्रव्यमेव पृथक्त्वं वा? द्रव्यमेव पृथक्त्वं तर्हि द्रव्यं हा किं तर्हि पृथक्त्वम् इति द्रव्यमस्ति. हा पृथक्त्वं द्रव्यमे द्रव्यं द्रव्ये अस्ति न, द्रव्ये अस्ति सत्यं, द्रव्यं नास्ति खलु, द्रव्ये अस्ति पृथक्त्वं. यदा द्रव्यं द्रव्यद्वयं वस्तुतः भिन्नदेशे स्तः चेत् तयोः तयोः इत्युक्ते अत्र सप्तमी खलु, तस्मिन् एकस्मिन् द्रव्ये अपि च अपरस्मिन् द्रव्ये द्वयोः अपि द्रव्ययोः तत्र पृथक्त्व नाम गुणः अस्ति. अस्ति एकस्मिन् अहं तु पठामि तद् तस्मात् विषयं चर्चामः. एकस्मिन् हस्ते यः पटः यः घटः तस्मिन् च कपालः कपालिका च तत्र पृथक्त्वं न एव उपयुज्यते. तत्तु घटः अस्ति चेत् हस्ते घटः अस्ति चेत् अत्र घटे तस्मिन् तु घटे कपालः एकक्षणं तस्मिन् इत्युक्ते किम् अत्र इदानीमेव सुनील् महोदय उक्तवान् एतदेव वाक्यं पूर्वमपि आगतं, सुनील् महोदय तत्रापि उक्तवान् तस्मिन् इत्युक्ते किम् इति. तस्मिन् इत्युक्ते घटे नास्ति, घटे कपालः नास्ति इति प्रथमकक्षा आरभ्य वयम् उक्तवन्तः. कपाले घटः अस्ति, घटे कपालः नास्ति. तर्हि अत्र तस्मिन् इत्युक्ते किम्? हस्ते कपालः तु कपालिका च अस्ति सन्ति घटः कपालः कपालिका सर्वे सन्ति. पृथक्त्वं अत्र न उत्पद्यते. किमर्थं? सर्वेपि भिन्नः अस्ति, भिन्नः सर्वे भिन्नः अस्ति, परन्तु पृथक्त्वं किमर्थं न उत्पद्यते? भिन्नाः न एकक्षणं, सर्वे भिन्नाः इति सत्यं, परन्तु पृथक्त्वम् इति किमर्थं न उत्पद्यते? कोऽपि साहाय्यं कर्तुं शक्नोति वा? घटः कपालः कपालिका एकदेशे एव स्तः, भिन्नदेशे न स्तः, अतः पृथक्त्वं न उत्पद्यते. उत्तमं. घटः कपालः कपालिका ते सर्वे एकस्मिन् एव देशे सन्ति, तर्हि तत्र भिन्नदेशे न सन्ति इति कृत्वा तेषु पृथक्त्वम् इति गुणः न उत्पद्यते. पृथक्त्वं तु भिन्नदेशे अस्ति चेत् आगच्छति, अत्र न पृथक्त्वं नास्ति. इदानीं उक्तं पृथक्त्वस्य कृते भिन्नदेशः अपेक्षते. भिन्नदेशे इदानीं अग्रे अग्रे वेदस्य कृते तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिता अपेक्षते, अधिकरणम् अपेक्षते. अत्र वेदं कुर्मः चेत् कुर्मः इति कश्चन पदार्थः किं भगिनि भेदः भेदः भिन्नदेशे अस्ति चेत् भेदः अस्ति न इति कश्चन पदार्थः. भेदः भेदः कश्चन पदार्थः. आम् तत्र सन्देहः अस्ति वा, भेदः इति पदार्थः नास्ति वा? भेदः इत्युक्ते किम्? किम् एकवारं भेदः इत्युक्ते किं, किमर्थं तस्य तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता अधिकरणं तत्सर्वं किमर्थं तस्य आवश्यकता, भेदः इत्युक्ते किं? भेदः तु भिन्नः अस्ति न. अद्यैव रामप्रिया भगिनी किञ्चित् वदति वा? भेदः तु अन्योन्यभावः अस्ति. प्रतियोगिता विषये अपि किञ्चित् भेदः इत्युक्ते अन्योन्य अभावः. तत्र यदा वयं वदामः पट घटः पटात् भिन्नः वा घटः पटात् भिन्नः घटः पटः न घटः पटो न इति तत्र पटः न इति भेदः. पटं तद् प्रतियोगी विहाय सर्वत्र तद् भवति, अयमेव तद् भेदः इति अन्योन्य अभावः. सत्यं प्रतियोगिता अतोपिता इति किं भवति? इतोपि अनियोगिता प्रतियोगिता वा? अत्र घटः पटो न इत्युक्ते पटः इति अनियोगी, घटः इति प्रतियोगी. तत्र घटभेदः पटे अस्ति इति वयं वक्तुं शक्नुमः. उत्तमम्. तर्हि घटः पटः न इत्युक्ते पटः इति अधिकरणम्, अनियोगी इति अधिकरणं खलु. घटः इति प्रतियोगी सादात्मीयसम्बन्धेन अवच्छिन्न अस्ति सः प्रतियोगी. उत्तमम्. अवगच्छति वा भगिनी, पुष्पा भगिनी? पटः प्रतियोगिता न पटः प्रतियोगिता न पटः प्रतियोगी क्षम्यतां, घटः पटः न इति वाक्यं चेत् इति आकारः चेत् घटः प्रतियोगी पटः अनुयोगी. अनुयोगी इत्युक्ते अधिकरणं. तर्हि तत्र भेदः इति अन्योन्य अभावः इति कृत्वा तत्र प्रतियोगिता अधिकरणं तत्सर्वम् आगच्छति. अग्रे यदा द्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते. इदानीम् उक्तं परस्पर भिन्ना अस्ति चेत् द्वे द्रव्ये भिन्नः अस्ति चेत् तदा एव पृथक्त्वं उत्पद्यते. न न भगिनि, भिन्ना अस्ति चेत् इति नास्ति, दोषपूर्णः. तत्र द्रव्यद्वयं सर्वदा न भगिनि, एकक्षणं, तत्र व्याकरणरीत्या न, परन्तु आगमनरीत्या द्रव्यद्वयं तत्र कपालः घटः इति स्वीकुर्मः चेत् तत् भिन्नः एव, सर्वदा भिन्नः एव. कपालः भिन्नः, घटः भिन्नः, द्वे द्रव्ये भिन्ने इति नास्ति. तत्र तत्र भिन्नदेशः इति वार्ता, न तु भिन्नः इति. तत्र वाक्यं पश्यतु, परस्परद्वयोः द्रव्ययोः परस्परभिन्नदेशः भवति तदा एव पृथक्त्वम् उत्पद्यते इति अस्ति, न तु भिन्नः इति. अवगच्छतु, भिन्नदेशः अपि च भिन्नः तयोः परस्परभिन्नदेशः अस्ति चेत् भिन्नदेशः अपि च भिन्नः, तत्र शब्दयोः भेदः अवगच्छति वा? भिन्नः इत्युक्ते किं, भिन्न किम्? अन्योन्य अभावः भेदः. न, मम प्रश्नः अस्ति, भिन्नः अपि च भिन्नदेशः द्वयोः मध्ये भेदः कः इति मम प्रश्नः. भिन्नः इत्युक्ते किं, भिन्नदेशः इत्युक्ते किम्? उदाहरणं दत्वा वदतु, तत्र भिन्नः इत्यस्य उदाहरणं किम्? भिन्नदेश पटः तु पटः गतः भिन्नदेशे अस्ति. सत्यं, भिन्नपद अपि च भिन्नः अपि, घटः पटः भिन्नः अपि. भिन्नः तु अस्ति, भिन्नः तु अस्ति, भिन्नदेशे तु अस्ति. भिन्नदेशे अपि स्तः घटः पटः, परन्तु घटः कपालः इति स्वीकुर्मः चेत् तत्र भिन्नः तौ द्वौ पदार्थौ इदानीं भिन्नः वा भिन्नदेशे सः वा, तौ द्वौ पदार्थौ भिन्नौ वा अथवा भिन्नदेशे सः वा? भिन्नदेशे नास्ति. उत्तमम् उत्तमं, तदेव. तर्हि तदर्थमेव कपालः घटः पृथक्, तयोः पृथक्त्वं नास्ति, यतोहि भिन्नदेशे नास्ति, परन्तु तौ द्वौ भिन्नौ. अग्रे भगिनि, पृथक्त्वं नास्ति. सत्यं, तत्र परस्परभिन्नदेशः अस्ति चेत् पृथक्त्वम् अस्ति. सत्यम्. अग्रे, अतः कदाचित् भवितुम् अर्हति, कदाचित् च न भवितुम् अर्हति देशम् अनुसृत्य. भिन्नदेशः अस्ति चेत् पृथक्त्वम् अस्ति, नास्ति चेत् कदाचित् नास्ति, पृथक्त्वं नास्ति. अस्तु, किन्तु भेदः तु नित्यं, भेदः अन्योन्यभावः तु नित्यं. तयोः अपि द्वयोः द्रव्ययोः मध्ये भेदः सर्वदा भवति. अस्तु अस्तु, कपालस्य कपालिका कपालयोः कपालिकायोः मध्ये भिन्नः तु अस्ति. यदा पूर्वम् उक्तं विद्याधर्यां सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति. अस्तु, तादात्म्यसम्बन्धेन पदार्थाः तादात्म्यसम्बन्धेन स्वस्मिन् सम्बन्धेन अस्ति न. तेन सम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. घटः नास्ति, आम् अत्र घटं नास्ति चेत् तत्र तादात्म्यसम्बन्धेन अत्र घटः नास्ति चेत् घटस्य अभावः घटं न घटः नास्ति इति न क्षम्यतां, घटः नास्ति इति न, घटं विहाय सर्वत्र जगति घटः, घटस्य अन्योन्यभावः वर्तते. घटः अस्ति वा नास्ति वा इति न विषयः, तत्तु अत्यन्त अभावस्य प्रसङ्गः. अन्योन्यभावे तत्र सर्वत्र घटस्य अभावः एव वर्तते. अस्तु भगिनि, क्षम्यतां, किञ्चित् झटिति भवत्येव तत्र लघुभागस्य तत्र एतावत् अधिकं समयः स्वीक्रियते चेत् तर्हि किञ्चित् क्लेशाय भवति खलु. अग्रे पठतु. अयम् एव च भेदः, तत्तु अन्योन्यभावः. प्रतियोगिनं विहाय सः सर्वत्र भवति. अत्र प्रतियोगिन् अस्ति, प्रतियोगिनं विहाय सः सर्वत्र. प्रतियोगी इत्युक्ते किं? प्रतियोगिनं विहाय सः सर्वत्र भवति इत्युक्ते किम्? प्रतियोगिनं विहाय सः तु घटः. कः घटः? सः इति वाक्ये सः इति यदस्ति तत् घटः वा? सः सर्वत्र भवति इत्युक्ते तत्र सः कः? भेदः सर्वत्र भवति. प्रतियोगी किं? प्रतियोगी तु घटः न. तर्हि घटः घटभेदः सर्वत्र भवति इति. अग्रे भगिनि. अयं भेदः नित्यः, किञ्चन द्रव्यं विश्वे कुत्र कस्मिन् देशे अस्ति इति आधारेण निर्णयः इति किमपि नास्ति. वस्तु कुत्रापि भवतु, नाम प्रतियोगिनं विहाय स च भेदः सर्वत्र सदा भवति. अत्र भेदः अन्योन्यभावः नित्यम् अस्ति, किञ्चन द्रव्यं कुत्र अस्ति कुत्र नास्ति इति, देशे अस्ति वा कस्मिन् देशे अस्ति वा इति आधारेण निर्णयः निर्णयः इति न किमपि नास्ति. तत्र तत्तु कस्मिन् देशे अस्ति इति आधारेण निर्णयः न कुर्वन्ति. वस्तु कुत्रापि भवतु, नाम प्रतियोगिनं विहाय वस्तु तु पटः या घटः प्रतियोगिनं विहाय स च भेदः सर्वत्र सर्वदा भवति. धन्यवादः. रामप्रिया भगिनी, भवती अग्रे पठति वा? आम्. घटकपालयोः पृथक्त्व अभावः परम्परया इति न. पूर्वम् अस्माभिः उक्तं यत् घटस्य अवयवः कपालः, कपालस्य च अवयवः कपालिका, कपालः कपालिका च पृथक् इत्यस्मात् प्रश्नः आगतः आसीत् यत् अवयव अवयविनोः संयोगः भवेत्. तत्र समाधानम् उक्तं यत् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति कृत्वा अवयवेषु पृथक्त्वं नास्ति. किन्तु अधुना बुद्धम् अस्माभिः यत् वस्तुतः कपालः कपालिका च पृथक् न यत् च पृथक् न यतो हि भिन्नदेशे न स्तः, भिन्नौ स्तः किन्तु पृथक् न. एतस्मात् परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति तादृशं कथञ्चित् समाधानं न अपेक्षितम्. कपालः कपालिका च पृथक् एव न स्तः, भिन्नौ किन्तु पृथक् न. यदा वयं परिशीलितवन्तः घटस्य अवयवः कपालः, कपालस्य अवयवः तु कपालिका, कपालः कपालिका द्वौ अपि पृथक् वा इति प्रश्नः उदेति चेत् इति प्रश्नः. अनन्तरं अवयव अवयविनोः संयोगः भवति वा इति अपि प्रश्नः आसीत् पूर्वं. तस्य समाधानम् अस्ति, पूर्वं वयं दृष्टवन्तः यदा परम्परया परम्परासम्बन्धेन कपालिका कपालस्य अपि घटस्य अपि अवयवः, कपालिका घटस्य अपि कपालस्य अपि अवयवः इति वयं पूर्वं दृष्टवन्तः. अवयवेषु पृथक्त्वं नास्ति इति अपि, परन्तु यदा इदानीं वयं परिशीलितवन्तः कपालः कपालिका द्वौ अपि पृथक् अस्ति. किमर्थम् इत्युक्ते भिन्नदेशे एकक्षणं भगिनि, कपालः कपालिका पृथक् अस्ति वा? कपालिका च पृथक् न, क्षम्यतां, किं पृथक् नास्ति. किमर्थम् इत्युक्ते भिन्नदेशे न स्तः, पृथक् न, भिन्नदेशे न स्तः, अतः द्वौ तौ द्वौ तु भिन्नौ स्तः परन्तु पृथक् न. परम्परया कपालिका कपालस्य अपि घटस्य अपि अवयवः इति वयं पूर्वं यद् समाधानम् उक्तवन्तः तद् इदानीं न अपेक्षितं. किमर्थम् इत्युक्ते कपालः कपालिका पृथक् एव न, भिन्नौ एव इति कृत्वा. यत् पूर्वं वयम् उक्तवन्तः तत्र परम्परया कपालिका अपि कपालस्य अवयवः इति कृत्वा तत्र तादृशसंयोगः न भवति इति वयम् उक्तवन्तः खलु. तथा नास्ति, वस्तुतः तत्र कपालः कपालिका तौ द्वौ तु पृथक् एव नास्ति. पृथक् नास्ति इति कृत्वा तयोः मध्ये संयोगः अपि न भवति इति वस्तुतया तदेव समाधानम्. एतावता संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः प्रायः स्पष्टः स्यात्. अग्रे एतत् सर्वं कथं प्रतिपादितं भवति विद्याधर्यां, तस्य बोधनार्थं केचन नूतनसिद्धान्तः अवगन्तव्याः, ते च अत्र उच्यन्ते. यदा वयं दृष्टवन्तः संयोगस्य आधारः आधारेण पृथक्त्वभेदयोः पृथक्त्वं भेदः तयोः मध्ये परस्पर वैलक्षण्यं किम् इति वयं स्पष्टं जातम् इदानीं. विद्याधर्यां किमपि प्रतिपादितमस्ति तस्य विषये अवगमनार्थं किञ्चित् केचन नूतनसिद्धान्तः अस्ति इति अत्र अस्ति. पठामि वा भगिनि? पठतु भगिनि. अवधिः इति विषयः परिचयः. अवधित्वम् इति स्वरूपसम्बन्धविशेषः. फलं वृक्षात् यदा पतति तदा विभागः इति गुणः उभयत्र वर्तते. विभागः वृक्षे अपि फले अपि. परन्तु इदं पतनं वृक्ष अवधिकं वा फलावधिकं वा? फलावधिकं न, फलं तु कर्ता. फलं पतति, इदं पतनं वृक्षावधिकं. विभागः यद्यपि उभयत्र वर्तते परन्तु यस्मिन् क्रिया नास्ति सः यदा विभागवान् भवति तस्य अवधिः इति व्यवहारः भवति. अत्र च अपादानकारकम् इति संज्ञा व्यवह्रियते. अवधित्वम् इति नूतनशब्दः इदानीं तस्य परिचयः अस्ति अत्र. अवधित्वम् इत्युक्ते स्वरूपसम्बन्धविशेषः. स्वरूपसम्बन्धस्य विशेषः अस्ति अवधित्वम् इति. उदाहरणरूपेण अस्ति फलं वृक्षात् पतति. अत्र विभागः इति गुणः भवति. वृक्षे अपि भवति फले अपि भवति विभागः इति गुणः. परन्तु यदा प्रश्नः उदेति पतनम् इति क्रिया भवति तत् वृक्षावधिकं वा फलम् अवधिकं वा इति, तत्र तत् फलम् अवधिकं न परन्तु फलावधिकं न तु वृक्ष तत्तु वृक्षावधिकम् अस्ति इति. किमर्थम् इत्युक्ते फलं तु कर्ता, तत्र क्रिया भवति पतनम् इति क्रिया भवति तत्तु कर्ता, तत्र अवधिकं न भवति परन्तु वृक्षे भवति अतः वृक्षावधिकम्. विभागः उभयत्र भवति इत्युक्ते फले अपि भवति वृक्षे अपि भवति परन्तु वृक्षे क्रिया नास्ति अतः तस्य विभागत्वं भवति, तस्य अवधित्वं भवति. अवधित्वं भवति, क्षम्यतां, तस्य अवधित्वं भवति. यत्र सः यदा विभागवान् भवति तस्य अवधिः इति व्यवहारः भवति. अतः वृक्षः अवधिः. वृक्षः अवधिः. तत्र संयोगः इव विभागः अपि द्विनिष्ठः खलु? इत्युक्ते यदा फलं वृक्षात् पतति इति वदामः तत्र फले अपि अस्ति विभागः, वृक्षे अपि अस्ति विभागः. परन्तु अवधिः इति यः या संज्ञा अस्ति सा संज्ञा तु केवलं वृक्षस्य न तु फलस्य. अत्र च अपादानकारकम् व्यापारः तु पतनस्य संज्ञा अस्ति न? व्यापारः, व्यापारः इत्युक्ते पतनस्य फलस्य पतनस्य या कन्दुकः पतनस्य व्यापारः न? क्षम्यतां भगिनि, भवत्याः प्रश्नः न अवगतः मया. व्यापार उक्तम् अस्ति न? व्यवहारः व्यवहारः. अस्तु, अथवा ईमेल् प्रेषयतु अनन्तरं तत्र प्रश्नः कः इति. अस्तु, सुनील् महोदय भवान् अग्रे पठति वा? आं भगिनि. ध्रुवमपाये अपादानं, ध्रुवम् अपाये अपादानं, ध्रुवं यदपाय युक्तमपाये साध्ये यदवधि अवधिभूतं तत् कारकमपादानसंज्ञं भवति. अत्र अपायः इत्युक्ते विभागः. अपाये यत् ध्रुवं तस्य अपादानसंज्ञा भवति. यस्मात् वियुक्तो भवति तस्य अपादानसंज्ञा. अत्र इदानीं ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत् कारक अपादानसंज्ञं भवति. अत्र अपायः इत्युक्ते विभागः. अपायत् ध्रुवं तस्य अपादानसंज्ञा भवति. भगिनी किञ्चित् साहाय्यम् आवश्यकम् न? अस्तु, चिन्ता नास्ति. अस्तु, चिन्ता नास्ति, कण्ठशः पश्यामि. भवान् तु कारककक्षा गतवान् खलु? आमामां, परन्तु अस्तु. ध्रुवम् अपाये अपादानम् इति सूत्रमस्ति. इत्युक्ते एतत्तु संज्ञासूत्रमस्ति. अस्माकं व्याकरणकक्षायां ये सन्ति ते तु अवगच्छन्ति खलु संज्ञासूत्रम् इत्युक्ते किम् इति. संज्ञा इत्युक्ते केवलं नामकरणं. तर्हि अपादानम् इति नामकरणं कृतं. कस्य इत्युक्ते अपाये यद् ध्रुवम् अस्ति तस्य अपादानम् इति संज्ञा. अपाये इत्युक्ते वियोगः अथवा विभागः. इत्युक्ते यदा विभागः भवति तदा यद् ध्रुवम् अस्ति इत्युक्ते यस्मिन् क्रिया न जायते तस्य अपादानसंज्ञा इति एतेन सूत्रेण अवगन्तुं शक्नुमः. इत्युक्ते यदा वृक्षात् फलं पतति इति वदामः, अत्र फलम् इति कर्ता, तत्पूर्वं वयं दृष्टवन्तः खलु. तर्हि फलम् इति कर्ता, फले क्रिया जायते, तत्र पतनक्रिया. इदानीं फले पतनक्रिया जायते चेत् इदानीं फलं विमुक्तः भवति, विमुक्तं भवति. विभागः इति कश्चन गुणः. स च गुणः इदानीं वृक्षे अपि अस्ति, फले अपि अस्ति, यतोहि विभागः द्विनिष्ठः. परन्तु यदा तत् तादृशविभागः भवति, अत्र एकस्मिन् क्रिया जाता, अन्यस्मिन् तु किमपि क्रिया न भवति खलु. इदानीं फले क्रिया अस्ति, पतनक्रिया, वृक्षे तु किमपि नास्ति, वृक्षः तु ध्रुवं तिष्ठति इति कृत्वा वृक्षस्य अपादानसंज्ञा. तावदेव अत्र. इत्युक्ते यस्मात् विमुक्तः भवति तस्य अपादानसंज्ञा. इत्युक्ते फलं वृक्षात् विमुक्तः भवति. फले क्रिया जायते, वृक्षे किमपि क्रिया नास्ति, तर्हि फलं विमुक्तः भवति वृक्षात्, तर्हि वृक्षस्य अपादानसंज्ञा. अहं स्मरामि एतत्, परन्तु तद् चिन्ता नास्ति, चिन्ता नास्ति महोदय. एतत् सम्यक् वा अवगतवान् वा? प्रश्नः अस्ति. अत्र अहं पूर्वं स्मरामि, अत्र पर्णं वृक्षात् पतति इति उदाहरणम् अहं स्मरामि. चिन्ता नास्ति, अग्रे पठतु महोदय. यत्र अपादानत्वं भवति तत्र काचन क्रिया भवति. एतादृशेषु स्थलेषु विभागः इति पदार्थस्य कश्चन अवधिर्भवति. पतनस्यापि अवधिः भवति. अतः विभागः सा अवधिकः, पतनमपि सा अवधिकम्. अत्र इदानीं पुनः अत्र यत्र अपादानत्वं भवति तत्र क्रिया अपि अस्ति. अत्र यदा विभागः भवति तत्र पदार्थस्य अवधिः अपि भवति इति. अत्र अस्मिन् उदाहरणे पतनस्य अपि अवधिः अस्ति. अत्र विभागः इति अत्र स अवधिकः इति अत्र पतनमपि पतनमिति स अवधिकम् इति इत्युक्ते अत्र अस्मिन् उदाहरणे अत्र फलं पतति इति उदाहरणे अत्र वृक्षात् विभागः भवति इति स अवधिकः पतनमिति स अवधिकम् इति अग्रे पठामि वा अधुना पृथक्तस्य स्थले अपादानकारकात् इदं भिन्नं तथापि इदं पृथक्त्वं स अवधिकम् अपादानं तु परिष्कृतम् अस्ति अतिव्याप्तम् अव्याप्तं मा भूत् इति परिष्कारः क्रियाजन्यविभागः क्रियारहितविभागः एतादृशासु परिस्थितिषु उभयत्र अपादानत्वं भवत्येव परन्तु यत्र पृथक्त्वबुद्धिर्जायते कुत्रापि क्रियादिकं न भवति तथापि पृथक्त्वबुद्धिर्जायते अत्र घटः अस्ति तत्र कपालः कुत्रापि क्रिया नास्ति न कोऽपि विभक्तः यथापि अयम् अस्मात् पृथक् इति बुद्धिर्जायते भिन्नदेशे स्तः इत्यस्मात् विभागः यः वर्तते तस्य कश्चन अवधिर्भवति पतनस्यापि अवधिर्भवति पृथक्त्वस्यापि अवधिर्भवति अत्र इदानीं पृथक्त्वस्य विषये अत्र अपादानकारकात् भिन्नं भिन्नमस्ति अत्र इदानीं पृथक्त्वमिति सावधिकमिति अनन्तरम् अपादानमिति अतिव्याप्तम् अव्याप्तमिति अत्र परिष्कारः भवति यत्र इत्युक्ते किं तत्र अतिव्याप्तम् अव्याप्तम् इति परिष्कारः इत्युक्ते किम् अत्र नूतन पदप्रयोगः अतः न अतिव्याप्तम् अव्याप्तम् इति परिचयं खलु अस्माकं परिचय अत्र अत्र अधिकं भवति तद् अतिव्याप्तम् इति न तत्र रामप्रिया भगिनी अतिव्याप्तम् अव्याप्तम् इत्युक्ते किं दोषः किल अतिव्याप्तिदोषः अव्याप्तिदोषः लक्ष्णे अपि लक्ष्ये अपि भवति चेत् उत्तमं तर्हि यथा इदानीम् अपादानसंज्ञायाः तत्र संज्ञा कृतं तत्र अतिव्याप्ति अव्याप्ति दोषः दोषरहित दोषस्य परिहारं कृतमस्ति इति अत्र इदानीं पुनः क्रियाजन्यविभागः अस्ति क्रियारहितविभागः अस्ति इति अस्ति अत्र उभयत्रापि अपादानं भवति इति यत्र क्रियाजन्यं भवति अत्र क्रियारहितं भवति इत्युक्ते यत्र विभागः भवति अत्र तु अपादानम् अस्ति एव अपादानत्वम् इति भवति एव परन्तु अत्र पृथक्त्वम् अस्ति पृथक्त्वम् इति सूचना अस्ति चेदपि तत्र क्रिया नास्ति इति वा परन्तु यत्र पृथक्त्वबुद्धिर्जायते कुत्रापि क्रियादिकं न भवति इत्युक्ते क्रिया यत्र विभागः भवति विभागः क्रियाजन्यः भवति अथवा क्रियारहितविभागः अपि अस्ति परन्तु यत्र पृथक्त्वमस्ति तत्र तु सर्वदा क्रियारहितः एव खलु इत्युक्ते कपालः घटः इति यदा वामहस्ते कपालः दक्षिणहस्ते घटः इति दृष्टान्तः अस्माभिः दृष्टः, अत्र तु किमपि क्रिया नास्ति, परन्तु तत्र पृथक्त्वं तु अस्ति एव खलु. परन्तु अत्र विभागः अस्ति चेत् क्रिया अस्ति. तत् तदापि पृथक्तोर्बुद्धिर्जायते. क्रिया नास्ति चेदपि तत्र पृथक्त्वम् अस्ति इति तद् स्पष्टमेव इति. अत्र घटः अस्ति, तत्र कपालः, कुत्रापि क्रिया नास्ति, न कोऽपि विभक्तः. इदानीं भवती उक्तवती एव तदेव, तत्र घटः अस्ति, कपालः अस्ति, अत्र क्रिया नास्ति चेदपि पृथक्त्वं दृश्यते इति. अत्र न कोऽपि विभक्तः इत्युक्ते किम्? तत्र पूर्वस्मिन् उदाहरणे फलं पतति इति तादृश रीत्या विभागः नास्ति चेदपि पृथक्त्वं दृश्यते इति. इत्युक्ते अत्र यदा एकस्मिन् हस्ते कपालः, अन्यस्मिन् हस्ते घटः, तयोः मध्ये पृथक्त्वम् अस्ति, परन्तु तत्र क्रिया नास्ति, तत्र विभक्तः इति किमपि विषयः नास्ति, परन्तु पृथक्त्वं तु अस्ति. आम्, तदापि अयम् अस्मात् पृथक् इति भिन्नदेशस्तः अस्मात् अत्र इदानीं अत्र पृथक्त्वम् इति स्पष्टमेव. अत्र एषः अन्यस्य द्रव्यात् पृथक् इति अत्र भिन्नदेशे वर्तते इति कारणात् अत्र पृथक्त्वं वर्तते इति. विभागः यः वर्तते तस्य कश्चन अवधिः भवति, पतनस्यापि अवधिः, पृथक्त्वस्यापि अवधिः भवति. यत्र विभागः वर्तते तत्र अवधिः भवति. पूर्वस्मिन् उदाहरणे पतनक्रिया अस्ति, अत्र तत्रापि अवधिः अस्ति. पृथक्त्वस्यापि अवधिः अस्ति इत्युक्ते अत्र विभागे च पृथक्त्वे अवधिः अस्ति इति स्थिति वा? सत्यम्, इत्युक्ते विभागे तत्र क्रिया अस्ति, पृथक्त्वे क्रिया नास्ति, परन्तु तत् द्वयोः अपि अवधिः इति, द्वयमपि तत्र सावधिकपदार्थः इति. इत्युक्ते यद्यपि एकस्मिन् स्थले क्रिया अस्ति, अन्यस्मिन् स्थले क्रिया नास्ति, तथापि तत्र अवधिः तु भवति एव इति. पृथक्तस्यापि अवधिः अस्ति, विभागस्य अपि अवधिः अस्ति इति. क्रियायाः अपि पृथक्तविभागयोर्मध्ये केवलं क्रिया एव क्रियया विभागः जायते, पृथक्तं तु क्रियारहितम् अस्ति. हा, विभागः तु क्रियाजन्यविभागः, क्रियारहितविभागः इति अस्ति खलु. तर्हि क्रियाजन्यविभागः, क्रियारहितविभागः इति अस्ति. तर्हि विभागः उभयत्रापि तत्र अवधिः इति भवति एव. यदा पृथक्त्वम् इति अस्ति, तत्र क्रिया नास्ति एव, तथापि अत्र अवधिः इति विषयः तु आगच्छति. अस्तु, तर्हि अत्र स्थगयामः अद्य. अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि धन्यवादः, शुभरात्रिः, आगामि मङ्गलवासरे मेलिष्यामः. शुभरात्रिः. धन्यवादः.